नमस्कारः. तव्यत्मन्तृच् इति भागः इति कर्पतम् अनुवर्तते. तत्र कुठादिगणीयधातूनां विषये पुनः महोदयस्य वर्गे कृतं कृत्वा वयं तदेव कुर्मः. आरम्भतः कुठादयः दातवः इति ततः आरभ्य पश्यामः भगिनि. आमां चालनकी वयं पुनः कृतवन्तः सर्वे रूपाणि. तर्हि कुटादि कुटादि कुटादि पञ्चत्रिशन्तधातव. आम् ततः आरभ्य करपत्रं नास्ति पुटे अन्यः पठतु. अस्तु भगिनि, तर्हि विमला भगिनी पठति वा. अहं सर्चिङ्ग् कुत्र अस्ति इति करपत्रे न जानामि. लेट् सरला भगिनी स्टार्ट् तत्र. करोतु भगिनि कृपया. सरलं कुटादयः धातुः इति वा तत् अत्र लब्धम्? आम् आम्, कुटादयः धातुः तेषां शत्रुच् सुबन्तव्यरूपाणि अत्र प्रदर्श्यन्ते. कुटादिगणे पञ्च अजन्तधातवः गु पुरुषोत्सर्गे गुता गुतुं गुतव्यं. यतोहि एतत् इडानुकूलः नास्ति. कुड् शब्दे विमला भगिनी तस्य अधोभागे तस्य अधोभागे पुनः यत् मृज् धातुः अभवत् तस्य अधोभागे कुटादिगणीय अस्तु निति च तस्य अधोभागे अस्ति. पञ्चत्रिशत कुटादय धातव अपि च विज् धातु आहत्य षट् त्रिशन्त धातुभ्य एते त्रयः प्रत्यया तव्यत् तुमन्त्रच् विहिता चेत् ङित्वत् भवति. इति कारणतः ङिति ङिति च इत्यनेन गुण निषिध्यते. सुकुटाद्य धातव आहत्य पञ्चत्रिशन्त सन्ति, किन्तु विज् धातु वयं दृष्टवन्तः विज् इट् तदपि गुणनिषेधः अस्ति. अतः गुणनिषेधः यत्र भवति ते आहत्य षड् त्रिशत धातवः सन्ति. तव्यत् तुमन्त्रिच् इति वलादि प्रत्यासे तकारन्त आदौ प्रत्ययः तच्च परे अस्ति. यदि ङित्वद् भवति किति इति च अनेन गुणनिषेधः भवति. कुटादिगण सदस्य नु धातु यथा इगन्तधातुषु प्रक्रिया नु योग इत्यव्य सार्वधातुक अर्धधातुकयो इत्यनेन गुणप्रसक्ति. गां कुटादिभ्यो इत्यनेन कुटादिभ्य धातुभ्य भिन्न प्रत्यय ङित्वद् भूत्वा तव्यत् प्रत्यय भिन्न अतः ङित्वत् इति च इत्यनेन गुणनिषेध. नु योग इत्यव्य अतिष्णु धातु भुवां यो योगो इत्यनेन एकारान्त उकारान्त धातुरूपी अङ्गस्य एकारस्य उकारान्त च इयङ् उवङ् आदेशो भवति. अजादि प्रत्ययपरे नु इत्यय निवृत्तव्यम् इति भवति. इदानीं नु इति दीर्घ उकारान्त धातुः अस्ति. वयं जानीमः दीर्घ उकारान्त धातवः सर्वे सेटः. सो यदि सर्वे सेटः तत् इदागमस्य चिन्तनं भवति. कारणं कि तव्य त्रिष्टुमन् सर्वे वलादि प्रत्ययाः सन्ति. अत्र इदागमः भवति तु नु योग एतव्य सार्वधातुक आर्धधातुकेन गुणप्रसक्तिः अस्ति. किन्तु नु धातु कुटादिगणीयधातुः अस्ति. यदि कुटादिगणीयधातुः अस्ति तो गां कुटादिभ्यो भिन्न प्रत्ययः अस्ति. गां कुटादिभ्यो सूत्रेण गुणनिषेधः भवति. नु तथैव तिष्ठति. नु योग व्य अत्र नु योग एतव्य इति यदि भवति ङित्वद् भूत्वा किति ङिति च अनेन गुणनिषेधः. इदानीम् अचिष्णु धातु ब्रुवां युवो युवाङ्गो इति सूत्रस्य प्रसक्तिः भवति. कारणकि इकार इडागमस्य इकार अचि प्रत्याहारे आगच्छति. तो इदानीम् उवङ् नु इति उवङ् आदेशः भवति. उवङ् आदेशः भूत्वा नु वित्तव्य इति रूपं निष्पन्नं भवति. एव तथैव यदि तुमन् प्रक्रिया कुर्मः नु वित् तुमन् इति भवति. यदि नुत् नुत् वित्तव्यम् अस्ति तत्र नुत् वित्तव्यम् इति नपुंसकलिङ्गे, नुवित्तव्यः इति पुल्लिङ्गे भवति, नुवित्तव्या इति स्त्रीलिङ्गे भवति. यदि तृच् प्रत्ययोजयामः नु धातु योग इतृच् भवति, तत्र रूपाणि भवन्ति नुविता पुल्लिङ्गे, नुवित्री स्त्रीलिङ्गे, नुवित्र इति भवति नपुंसकलिङ्गे. कुटादिगणस्य अन्यस्य सदस्य अत्र दीयन्ते. सर्वे रूपाणि वदामि. धू गु गु अस्ति. धू अपि इति दीर्घकारान्तधातुः अस्ति, सेट् अस्ति तस्य स्वभाव इत्यव्य योजयामः समानप्रक्रिया सार्वधातुधातुक्योः प्रसक्ति प्राप्तिः न भवति. गाङ्कुटादिव्यनेन गुणनिषेध गत्वा गुणनिषेध किति ज्ञपि अनेन अचिष्णुधातु यो यो अङ्गो अनेन उवङ् आदेश. सो धु वित्तव्या धु वित्तव्या धु वित्तव्यं धु वित्तुं धु वित्ता धु वित् धु वित्र धु वित्रि इति रूपं भवति. गु धातु इति ह्रस्वकारान्तधातुः अस्ति. यदि गु सर्वे अस्माकम् आवल्यां षड् उकारान्तधातव यु नु लु शु श्नु स्नु स्नु नु स्नु इति सन्ति, किन्तु गु धातु अस्माकम् आवल्यां नास्ति. गु स्वभाव अन्यत् अस्ति. यदि अन्यत् अस्ति इदागमचिन्तनं भवति केवलम् अव्य इति एव योजयामः. इदानीं कोऽपि हल् सन्धिकार्यं प्रसक्तिः नास्ति, केवलं वर्णमेलनं भवति. गुत्तव्यः इति पुल्लिङ्गे, गुत्तव्या स्त्रीलिङ्गे, गुत्तव्यम् इति नपुंसकलिङ्गे, गुत्तुं गुत्ता गुत्री गुत्र इति रूपाणि भवन्ति. कु अपि स्वभावतः भवति अनिट्, अतः अत्र समानप्रक्रिया यथा गु धातु केवलं वर्णमेलनं भवति. इदागमनिषेधः अस्ति कारणकि तव्य अन्यत् अस्ति, कु अन्यत् अस्ति, तव्य इति वलाति अस्ति. तत्र सेट् भवतु इदागमः भवितुं शक्नोति. यदि धातु प्रत्ययोः इदाग मेलनं नास्ति तत्र इदागमचिन्तनं न भवति. सो कुत्तव्यः कुत्तव्या कुत्तव्यं कुतुं कुत्ता कुत्र कुत्री इति रूपाणि भवन्ति. अग्रे भगिनि, अग्रे कः पठितुम् इच्छति? मणिमहोदय पठति वा महोदय? महोदय, कुडादिगणस्य ऊर्णु धातुः एकस्मिन् वक्षे ङित्वत् भवति, अधः गुणनिषेधः, अन्यस्मिन् वक्षे ङित्वमास्य अधः अत्र गुणः. कुत्र पठामः वयं? कुडादि यदा फिनिश् कर्तवती सरलभगिन्या कु धातुः ततः परम् अधः अस्ति कुडादि ऊर्णु धातुः. तत्रैव कृतवती सरलभगिनी ओणु धातु तत्र अस्ति, कुटादिगणस्य ओणु धातु. अस्तु भगिनि, ओणु धातुः एकस्मिन् पक्षे नित्वत् भवति, अधः गुणनिषेधः. ऊर्णो योः इ ऊर्णो अस्ति, अधः उकारन्धातवः ऊर्णो इति स्वरः बहूनि अस्ति, अतः सेटः भवति. ऊर्णो योः इ योः तव्य हितव्य विकल्पेन हित्वत् अतः कृतिनीति इति सूत्र इत्यनेन एकस्मिन् पक्षे गुणनिषेधः ऊर्णो योः हितव्य अचिष्णो धातुगुरुयोर्विङ्गौ इत्यनेन उकारान्तधातुरुपि अङ्गस्य उकारस्य स्थाने वङ् आदेशः भवति अजादिप्रत्यये परे ऊर्णो वितव्यम् इति अन्यस्मिन् अपरेश अपेक्षे नित्वत् न भवति अतः गुणः प्रसङ्गः ऊर्णो योः हितव्य सार्वधातुकाधुति कृतेन ऊर्णो योः हितव्य यचव्यायः ऊर्णवितव्यम् ऊर्णो इतुं सार्वधातुकाधुतेन ऊर्णो योः इतुं यचव्यायः इत्यनेन ऊर्णुतम् इति युतम् इति ऊर्णो योः त्रिच् इतृच् सार्वधातुकाधक ऊर्णो ऊर्णो इतृ यचव्यः इत्यनेन ऊर्णवितृ ऊर्णविता इति मम प्रश्नः विकल्पेन भवति इति उपरि सूत्रमस्ति विभाषा परन्तु भव्या भगिनी अत्र मम प्रश्नः अस्ति अस्माकं करपत्रे ऊर्णकुटादिगणीयधातु इति दत्तमस्ति यदि अष्टाध्यायीं पश्यामि तत्र अदादिगणे अस्ति इति दत्तमस्ति अदादिगणे अस्ति कुटादिगणे नास्ति अकार्डिङ्ग् टु अष्टाध्यायी अदादिगणस्य किम् अस्ति अदादिगणस्य अन्तर्गणः वर्तते कुटादिगणः इति कुटादिगण तुदादिगणस्य अन्तर्गणः सुदादिगणे कुटादिगण तुदादिगणे अस्ति अदादिगणे नास्ति तेन किञ्चित् भ्रमः अस्ति कथं वा एतत् कुटादिगणे अस्ति यतो सेट् इति अस्ति विभाषा इति उक्तत्वेन रूपद्वयं भवति परन्तु कुटादिगणे नास्ति महोदय प्रष्टव्यम् अन्यस्थले पार्श्वे पुस्तकम् अस्ति मातृ पुस्तकम् अस्ति न धातुपाठ अस्तु तत्र पश्यामि परन्तु अन्तर्जाले तु अष्टाध्यायी डाट् काम् मध्ये ऊर्णु तदेव मया चाट् मध्ये प्रेषितमस्ति अद्य एव सो तत् किञ्चित् भ्रमात्मकमस्ति अस्तु ऊणो विभाषा अनेन ये रूपाणि भवन्ति तथैव भवन्ति अत्र विभाषा ऊणो इति सूत्रेण तत् सत्यं परन्तु कुटादिगणे नास्ति इति तदेव मेबि टु धातु ऊणो ऐ मीन् ऊणो अदादिगणे आसु तदादिगणे आसु कदाचित् धातोः गणत्रयेपि अस्ति गणत्रये अपि परन्तु अस्मिन् अष्टाध्यायां केवलम् एकगणः सूचितः अस्ति यदि बिज् धातु पश्यामि तत्र त्रिषु गणेषु अस्ति परन्तु ऊर्णु केवलम् अदादिगणे अस्ति बिज् धातु वयं चर्चितवन्तः मम प्रश्नः केवलम् ऊर्णु धातु विषये बिज् धातु विषये नास्ति नास्ति चिन्ता महोदय पृच्छामि प्रश्नं प्रेषयामि पूर्णधातुः यदा नित्वत् भवति अत्र कितिनिति निषेधः भवति अनन्तरम् अचिष्णुद्रुवरङ्गौ इत्यनेन ऊकारस्य अतः ऊर्णु योः ऊर्णु इत्यस्य ऊर्णुव इति भवति अतः रूपं भवति ऊर्णुविधं वितव्यम् इति ऊर्णवितव्यः ऊर्णवितव्या ऊर्णवितव्यम् इति अनन्तरं यदा गुणं भवति अत्र ऊर्णु योः वितव्य सर्वतन्न गुणः भूत्वा ऊर्णो इति भवति अनन्तरं वितव्य सूत्रेण अवादेशः अतः ऊर्णवित्तव्यम् इति, तत्रापि ऊर्णवित्तव्यः, ऊर्णवित्तव्या, ऊर्णवित्तव्यम् इति त्रीणि रूपाणि. अनन्तरं तुम् प्रत्यये परे अत्रापि ऊर्णो इति गुणः भूत्वा अनन्तरं यच कार्यं कृत्वा ऊर्णवित्तुम् इति रूपं भवति. अनन्तरं तृच् प्रत्यये परे ऊर्णो इति गुणः भूत्व भवति, अनन्तरं यच इत्यनेन ऊर्णवितृ, ऊर्णविता, ऊर्णवित्री, ऊर्णवितृ इति त्रीणि रूपाणि अत्र भवति. अधः अपि पठामि वा अन्य वा? पठामि. कुटादिगणस्य लघुपदधातुषु कुटादिगणस्य लघु डिप् धातुः, डिप् इतव्य उगन्तलघुपदस्य चेतनेन गुणप्रसक्तिः, काङ्कुटादिभ्यो ञित् इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ञित् नित् भिन्नप्रत्ययः ङित्वत्, तव्यत् प्रत्ययः नित् नित् भिन्न अस्ति अतः गित्वत् भवति, इति च इत्यनेन गुणनिषेधः डिपितव्यम् इति भवति. डिप् केवलं वर्णमेलनं भवति अत्र. तथैव पुट् इतव्यः पुटितव्यं, पुटितुं, पुटिता, पुटित्र, पुटित्री, पुटितृ इति, स्फुर् स्फुरितव्य, स्फुरितुं, स्फुरिता, स्फुरित्री, स्फुरितृ, कुडितव्य, कुडितव्यं, कुडितव्या, कुडितव्यः, कुडितुं, कुडिता, कुडित्री, कुडितृ इति रूपाणि सिद्ध्यन्ति. अत्र वयं तु भिन्नस्थलात् पठामः इति मम प्रश्नः अस्ति. कुटादयः ऊर्णु विद् इति लिखितवान्. अस्तु भगिनी, यदि पेज् रिफ्रेश् करोतु तो तदेव भवति. तृतीयमस्ति इति महोदय लिखितवान्, तत्तु उपरि अस्ति खलु, उपरितनभागे विद्युधातोः तत्र दत्तमस्ति. हा तत् हा, परन्तु अत्र उत् उपसर्गपूर्वकविद्युधातुः अस्ति, तत्र केवलं विद्युधातुः आसीत् इति मन्ये, द्रष्टव्यं मया पुनः. न महोदयस्य तत्र यत् पठितम् इति कृत्वा महोदय लिखति खलु करपत्रे, तत्र विशिष्टम् अङ्गं कार्य अङ्गकार्यम् इति खलु तत्र अस्माकं पठनम् अधुना. ओ, अहं न जानामि वयं कुत्र स्मः इति, विशिष्ट अङ्गकार्यम् इति कुत्र. विशेषलघुपदातुः भवति अस्ति, कृपोरोलः, मृज्, वृश्च, वृश्च, कुटादिगणीयधातुः, अतिदेशः, अतिदेश इति अस्मिन् प्रसङ्गे वयम् अतिदेशप्रसङ्गं कुर्वन् स्मः, इति च तस्य पश्चात् पञ्चत्रिंशत् कुटादयः इति सरला भगिन्या पठितम्. अग्रे सरामि चेत् धू, गु, कु, पश्चात् ऊर्णु, तस्य पश्चात् कुटादिगणस्य लघुपदधातुषु इति अस्ति. अत्र डिप् इत्यतः आरभ्य स्फुर् कृ तत्पर्यन्तम् अस्ति. तस्य पश्चात् उपसर्गपूर्वकः विज् धातु इति अस्ति. भवत्याः करपते अन्य किमपि अस्ति वा? प्रायः अहं भिन्नस्थले पश्यामि. अतिदेशस्य विषये तत्र पूर्वं जातं खलु, तत्तु सञ्जातं खलु. हा, तत्र पुनः पुनः अत्र रेपिटेशन् अस्ति, स एव धातोः रेपिटेशन् अत्र तत्र भवत् अस्य पश्चात् सामान्य अङ्गकारस्य साधनात् पूर्वं त्रीणि कार्याणि इति अस्ति, धात्वादेश, इडागमः, अतिदेश इति अस्य पश्चात् अस्ति, उद्विजितव्य तस्य पश्चात् अस्ति. उत् उपसर्गपूर्वकः विज् धातुः, उद्विज् योगः इतव्यः, उगन्तलघुपद इत्यनेन गुणप्रसक्तिः, विज परन्तु विज इट् इत्यनेन तुदारिगणीय विज् धातुतः सर्वे विधीयमानाः सेत् प्रत्ययः ङित्वत्, तव्यप्रत्ययः अत्र इडादिः, इति च इत्यनेन गुणनिषेधः. उद्विजितव्यं अनेन सामान्यम् अङ्गकार्यं समाप्तम्, अङ्गकार्यविशेषाः अपि प्रदर्शिताः. अत्र प्रश्नः अस्ति, उद् उपसर्ग बिज् धातुः नित्यम् उद् उपसर्गपूर्वकं भवति वा? तदहं न जानामि. किमर्थम् उद्विज् इति एव कृतम् अस्ति इति प्रश्नः अस्ति. केवलम् अस्ति खलु, समानकार्यं भवति खलु, तर्हि आम् आम् पृथक् धातुः अस्ति. उद्विज्यति पृथक् धातु, विज् इति धातुत्रयं वर्तते, एकः तु तुदादिगणस्य एकः विज् धातुः नित्यम् उत् उपसर्गपूर्वेण प्रयुज्यते इति दत्तमस्ति. ओ अस्तु. विमला भगिनी, महोदय न लिखितवान् ऊणु धातु तुदादिगणे धातु अस्ति, कुटादिगणे इति अस्ति. अस्मिन् करपत्रे कुटादिगणे अस्ति इति दत्तमस्ति, दत्तवान् भगिनि. अत्र एव कुटादिगणस्य ऊर्णु धातुः इति तत्र एकस्मिन् पक्षे णित्वम् अस्ति अतः गुणनिषेधः इति लिखितवान्. तस्य पश्चात् अस्ति कुटादिगणस्य ऊर्णु धातुः इति. अस्तु अस्तु भगिनि, विज् धातुः सर्वदा उद् इति उपसर्गपूर्वक एव अस्ति. धातुत्रयं वर्तते, तेषु एकः ओविजि इति धातुः तु नित्यम् उपसर्गपूर्वकः, परन्तु सर्वेषु लकारेषु नास्ति, केवलं लिट् लकारे तथा नास्ति. विविजे इति अस्ति. अस्तु, कर्तरि तु उद्विजते इति अस्ति, तत् सत्यम्. आम्, अत्र यत्र द्वित्वं भवति तत्र न पश्यामि खलु. कृदन्ते भगिने, भगिनी कृदन्ते तुमुन् विजितुं विजितव्या सच् विजिता विजित्री इति अस्ति. इत्युक्ते उत् उपसूरकः सर्वदा नास्ति. न न, अत्र प्रायः तत्र अष्टाध्यायी डाट् काम् मध्ये साफ्ट्वेर् उपयुज्यते, रूपाणि निर्मान्ति खलु, तत्र प्रायः. अस्तु, ओ प्रोग्रामिङ्ग्. अस्तु अस्तु, आं भगिनि. अस्तु, भवती पठति किम्? तर्हि अनेन सामान्यम् अङ्गकार्यं समाप्तम्, अङ्गकार्यविशेषाः अपि प्रदर्शिताः. अस्तु, सामान्य अङ्गकार्यम् अनन्तरं विशिष्टम् अङ्गकार्यमपि दृष्टम् इति. तर्हि एतावता अस्माभिः दृष्टं यत् धातुप्रत्ययोः मध्ये सामान्य अङ्गकार्यस्य साधनात् पूर्वं त्रीणि कार्याणि द्रष्टव्यानि. वयं पूर्वं दृष्टवन्तः धात्वादेशः, इडागमः, अतिदेशः इति. धात्वादेशः प्रसङ्गवशात् धातोः आकृतिः न तु परिवर्तनीया, आकृतिः तु न परिवर्तनीया इति किम् अस्ति? प्रसङ्गवश धातोः आकृतिः तु न परिवर्तनीया इति प्रश्नः कः, किमर्थं महोदय? यथा केवलं भू द्रष्टव्यम् इति द्रष्टव्यं, धातु कुत्र आदेशः भवति कुत्र न भवति वा इति द्रष्टव्यम् इति. भ्रुवो वचि अस्ति भू चाङ्ख्या विरलानां भवति, अन्यत्र अन्यथा तु न भवति. इडागमः धातोः इडागमदृष्ट्या मूलस्वभावः कः, अपि च विद्यमानप्रत्ययस्य प्रभावेन अनिट् धातुः सेट् न तु जायमानः? कदाचित् प्रत्ययस्य प्रभावेन अनिट् धातुः सेट् अनिट् धातुः कथं सेट् न भवति, अथवा अनिट् धातुः कदापि सेट् न भवति खलु? न महोदयेन, न न भगिनी महोदयेन दृष्टान्तः दत्तः. वक्तव्यं खलु इति मम प्रश्नः. किं किं धातोः धातुः अनिर्भवति सेट् भवति, प्रत्ययः तु अनित् अस्ति चेत् अनिर्भवति, सेट् अस्ति चेत् प्रत्ययः इडानुकूलः अस्ति चेत् नित्यम् इडानुकूलः एव भवति खलु. धातोः आकृति धातोः एव तत्र भिन्नभिन्नधातूनां योजनेन भिन्नभिन्न अनिट् वा तत्र सेट् प्रक्रिया भवति. सुमुन्निति पश्यामि, नित्यम् इदानुकूलः अस्ति, किन्तु धातोः स्वभावान् अनुसृत्य धातुः इडानुकूलसेट् अस्ति चेत् इडागमः भवति, धातुः अनिट् अस्ति चेत् इडागमः नास्ति, तथा भवति खलु, विपरीतत्वेन भवति. अथवा किम् उक्तम् इत्युक्ते गम् धातुः अनिट् अस्ति, परन्तु गमिष्यति इति स्य प्रत्यये परे इका इडागमः भवति इति. ओके ओके, धातुः न तु वेत् न जायमानः इति तदपि भवति. अपि भगिनी सतीश सह द्वादिगणीयधातवः तेषां सूत्रेण तस्य स्वभावः परिवर्तते, परिवर्तनीयः इति विशिष्टः तादृशविशिष्टनियमः भवन्ति इति सामान्यतया. अतिदेशः केनचित् अतिदेशत्तु सूत्रेण प्रत्ययः नित्वत् अथवा कित्वत् इति भवति वा इति द्रष्टव्यम् इति. अस्य सर्वस्य परिशीलनानन्तरमेव सामान्यम् अङ्गकार्यं साधनीयम् इति. तर्हि प्रथमं विशिष्टकार्याणि दृष्ट्वा धात्वादेश इडागमः अतिदेशः इति विषयत्रयं दृष्ट्वा तदनन्तरं सामान्यम् अङ्गकार्यं साधनीयम् इति. सामान्यम् अङ्गकार्यं मनसि निधाय सर्वेभ्यः धातुभ्यः तृच तुमुन्तव्यत् रूपाणां सिद्धिः इदं वर्गीकरणम् अनुसृत्य चिन्तनीयम्. वर्गीकरणं कथं भवति इति, द्वादिगणात् आरभ्य क्रियादिगणपर्यन्तं सर्वेषाम् अजन्तधातूनां तृच तुमन्तव्यत् रूपाणां सिद्धिः. द्वादिगणात् आरभ्य क्रयादिगणपर्यन्तं सर्वेषां सेटां हलन्तधातूनां तृच् सेटां हलन्तधातूनां तृच् तुमन्तव्यत् रूपाणां सिद्धिः. द्वादिगणात् आरभ्य क्रयादिगणपर्यन्तं सर्वेषां वेटाम् अनिटां च हलन्तधातूनां तृच् तुमन्तव्यत् रूपाणां सिद्धिः. निजन्तधातुमान् न धातूनां तृच् तुमन्तव्यत् रूपसिद्धिः. सनन्तदातुं किमर्थं निच् सनन्त ते पृथक् दत्तमस्ति चेत् तत्र अनेकाच् भवन्तः इति कृत्वा नित्यम् इडानुकूलाः भवन्ति इति कृत्वा सेटः भवन्ति इति कृत्वा पृथक् दत्तं. निजन्तानां सनन्तानां यङन्तानां यङ्लुगन्तानां तदनन्तरं क्यच्च्यै प्रत्ययान्तधातूनां च रूपसिद्धिः इति अष्टविभागाः सन्ति. अत्र अजन्तधातूनां विषये तु केचनाः एव विरलाः एव सेटः सन्ति इति कृत्वा प्रायः पृथक् दत्तं. हलन्तधातूनां वयं पश्यामः चेत् सामान्यतया सेटः तु विरलाः सन्ति. अनन्तरम् अनिटः वेटः अपि भवन्ति इति कृत्वा तत् पृथक् दर्शनं भवति तेषाम्. अग्रे गत्वा सर्वत्र धातुः सेट् इति चेत् इडादयः प्रत्ययाः संयोजनीयाः. सेट् अस्ति चेत् इडागमसहितं प्रत्ययाः संयोजनीयाः. अनिट् इति चेत् अनिडादयः प्रत्ययाः संयोजनीयाः. अनिट् वर्जयित्वा प्रत्ययाः संयोजनीयाः इति. द्वादिगणात् आरभ्य क्रयादिगणपर्यन्तं सर्वेषाम् अजन्तधातूनां तृच् तुमुन् तव्यत् रूपसिद्धिः इति. अग्रे पठति वा अन्य कोऽपि पठति वा? ऋणभगिनी अनु पठामि. आकारान्तः च एजन्तः च धातवः सामान्यः आकारान्तदातवः सर्वे आकारान्तदातवः सर्वे एकाचः आनीतः सन्ति. अत्र च किमपि विशिष्टकार्यं न वर्तते. अतः एतेभ्यः धातुभ्यः अनिप्रत्ययः वेगः भवति. उदाहरणं धा एव तृच् धातृ धाता धात्री धातृ दा दायोः तव्य दातव्य दातव्यः दातव्या दातव्यं दातुम् इति रूपं. तदेव पा इति अनिट् अस्ति. पायव तृच् पातृ पादा पात्री पातव्यः पातव्या पातव्यं पातुम् इति. दा अपि समेव दातृ दाता दात्री दातृ दातव्यं दातव्यः दातव्या दातव्यं दातुं पा भगिनि. तदनन्तरं दरिद्रदातुः पठामि भगिनि. दारिद्रा धातु अनेकात् धातवः सर्वे सेट् इति जानीमः. अतः अत्र तादृश एक आकारान्त धातुः वर्तते दरिद्रा धातुः. अनेकात् धातुः अस्ति. अत्र एकं वार्तिकम् अस्ति दरिद्रतेः सर्वधातुके लोपो वक्तव्यः. दरिद्रतेः ओके इत्यनेन दरिद्रधातोः अधिक अर्धधातुके प्रत्यपरे आकारलोपो भवति. ततः दरिद्रयोगः इ योगः तृच् दरिद्र सुदरिद्रतेः अर्धधातुके लोपो वक्तव्य कार्तिकेन अकार दरिद्रा अत्र अकारलोप भवति. दरिद्रयोगः इ योग तु दरिद्रितृ दरिद्रियवतुमन् इयवतुमन् दरि अकारलोप भूत्वा दरिद्रितुं दरिद्रितव्यापि दरिद्रितव्यः दरिद्रितव्यं दरिद्रितव्या मणिमहोदय पठितवान् वा महोदय? एकवारं पठितवान् एजन्तदातवः आदेश आदेशे उपदेश इति सूत्रम् उपदेशे एजन्तस्य धातोरात्वं न तु शिति येन उदितदन्तस्य इत्यनेन तदन्तविधिः लोन्तस्य इत्यनेन अन्तिम अन्त्यस्य अलः स्थाने एच् इत्यनेन ए ऐ ओ औ स इत्यस्य सित् न सित् असित् तस्मिन् विषये असिति नञ्चतुपुरुषः आत् प्रथमान्तम् एच षष्ट्यन्तम् उपदेशे सप्तम्यन्तम् अशीति सप्तम्यन्तम् अनेकपदम् इदं सूत्रम् लिटि धातोरणभ्यस्य अणभ्यस्यासस्य इत्यस्मात् धातोः इत्यस्य अनुवर्तिषे अनुवर्तिसहितसूत्रम् एचः धातोः आत् उपदेशे अशीति सूत्रं वदति उपदेशे एजन्तधातूनाम् आत्त्वं भवति अशीति प्रत्यपरे एव इति सूत्रं वदति क्षिति क्षिति चेत् न भवति इति. अनन्तरं देयधातुः योः तव्यत् आदेशप्रदेश इति इत्यनेन एकादश आत्वं भूत्वा दा इति दा योः तव्य दातव्य दातव्यं दातव्यः दातव्यः इति. अनन्तरं दे तुं प्रत्ययपरे आदेशप्रदेश इत्यनेन आत्वं भूत्वा दा भवति धातुः दा तुमन् योः दातुम् इति. अनन्तरं त्रिच् प्रत्यये परे अत्रापि आदेशे उपदिशति इत्यनेन दा भवति योः अत्र रूपं भवति दाता दात्री दातृ इति त्रीणि लिङ्गेषु. द्यै सर्वं पठामि महोदय. द्यै द्यै योः तव्यत् अत्रापि ऐकारस्य आत्वं भवति आदेशे प्रदिशति इति सूत्रेण द्या योः तव्य ध्यातव्य दातव्यः दातव्यं दातव्या इति रूपं त्रीणि. द्यै योः तुमुन् अत्रापि द्या भवति ध्यातुं तृच् प्रत्यये परे द्या योः तृ ध्यातृ ध्याता ध्यात्री ध्यातृ इति रूपाणि भवन्ति. अनन्तरं सो यो हर्तव्यत् अत्रापि आदेश उपदेश इति ओकारस्य आकारः भवति सा यो हर्तव्य सातव्य सातव्यं सातव्यः सातव्यः इति रूपाणि तुं प्रत्ययपरे अपि तदेवम् आकारः भवति दातुम् इति रूपं सो यो तृच् अत्रापि आदेश उपदेश इति सूत्रेण आतुं भूत्वा सा यो अत्र सातृ साता सात्री सातृ इति त्रीणि रूपाणि अनन्तरम् ऐकार गै यो हर्तव्यात् आदेशप्रदेशे अकारः भवति गा यो हर्तव्यात् गातव्यः गातव्या गातव्यम् इति त्रीणि रूपाणि तुमन् प्रत्यये परे अपि आकारः भूत्वा गा यो हर्तुं गातुं गै यो हर्तृच् इत्यनेन अत्रापि आत्वं भवति गातृ गाता गात्री गातृ इति त्रीणि रूपाणि अग्रे एकवारं अन्य पठति वा अहं अस्तु इकारान्तदातव सामान्याः इकारान्तदातव अत्र गुणकार्यं भवति यथा अपेक्षितं सार्वधातुकार्धकयोः इति सूत्रेण अपि च श्री श्री इति धातुद्वयं त्यक्त्वा अन्ये सर्वे एका च इकारान्तधातव अन्तः जी योगतव्य सार्वधातुक अर्धधातुकयोः इत्यनेन अर्धधातुकप्रत्ययपरे इङन्त अङ्गस्य एकगुणः भवति जे योगतव्य जेतव्यं जी योगत्वमन् सार्वधातुक अर्धधातुकयोः इत्यनेन अर्धधातुकप्रत्ययपरे इगन्त अङ्गस्य एकगुणः भवति जेतुं जी योगतृच् सार्वधातुक अर्धधातुकयोः इत्यनेन अर्धधातुकप्रत्ययपरे इगन्त अङ्गस्य एकगुणः भवति जे योगतृच् जेता जी तव्यत् सार्वधातुक अर्धकयोत्यनेन अर्धधातुकप्रत्ययपरे इगन्तङ्गस्य एकः गुणः भवति चे योगतव्य चेतव्यं चि योगत्वमन् सार्वधातुक अर्धधातुकेन इत्यनेन अर्धधातुकप्रत्ययपरे इगन्तङ्गस्य एकः गुणः भवति चेतुं चि योगतृच् सार्वधातुक अर्धक इत्यनेन अर्धधातुकप्रत्ययपरे इगन्तङ्गस्य एकः गुणः भवति चेत्र चेता चेत्रि चेत्र इदानीम् इकारान्तधातवे अस्ति वयं जानीमः अस्माकम् आवल्यां द्वयम् इकारान्तधातवे श्री श्री इति सेट् अस्ति श्री श्री तत्र एका इदागम भवति अन्ये द्वयं विहाय से सर्वे अन्यतः तत्र इदागमनं भवति सो यदि श्री अस्ति तत्र श्रीयोग इत्यव्यं भवति सार्वधातुकाधिक्यो अनेन श्री भवति श्री तदनन्तरम् इत्यव्यं तत्र एच् ओ अयावर्णन आय आदेशः भवति श्रविता भवति श्रीयति श्रविता श्रवित्री श्रवित्र इति भवति यद् श्रवितुं श्रव्यत् अस्ति तत्र श्रवित् किं भवति श्रवितव्यं श्रवितव्या श्रवितव्यः इति तथैव श्वी यत् अस्ति तत्रापि गुणं भूत्वा श्वे योग त्रिष्टुमन् इति इत्थं भवति तत्र यदागमः तत्र पुनः एचोया वर्णन गुण सन्धिकार्यं तत्र श्वेयिता श्वेयित्री श्वेयित्र श्वेयुत्तमन् श्वेयुत्तव्यं श्वेभित्यः श्वेभित्या इति भवन्ति यदि एते द्वयं सूत्रं विहाय यदि अन्य इकारान्तधातु यथा जि अस्ति तत्र सार्वधातुकनयोन गुणः भवति जे तदनन्तरम् इदागमन् नास्ति कारकधातुः अन्यत् अस्ति तव्यत् तत्र जेतव्यं जेतव्या जेतव्यः जि योगतुमन् समानप्रक्रिया जेतुं जी योगत्र जेता जेत्री जेत्र तथैव चि भवति चि स्वभावः अपि अन्यत् अस्ति सो अन्यत् इति भूत्वा सार्वधातुक अनेन गुण चे तदनन्तरं गुण वर्णमेलनं चेतव्यः चेतुं चेता तृच् यदि अस्ति चेता चेत्री चेत्र इति भवति. यदि अधियोग इ तव्यत् इति अस्ति अत्र अधियोग इ तत्र गुणं भवति ए किन्तु अधियोग इ तत्र यणसन्धि भवति सो अधियोग इ अधि इति भवति गुणसन्धि भूत्वा अध्रे अधियेतव्यम् अधियेतव्या अधियेतव्यः तथैव यदि तुमन् अस्ति तत्र अपि आर्धधातुकसाध आधकरणेन ए गुणं भवति तदनन्तरम् अध्ययोगये तत्र यणसन्धि अध्येतुं त्रिच् यदस्ति तत् अध्येता अध्येत्री अध्येत्र इति रूपाणि भवन्ति. ओ श्री श्री इति अहम् उक्तवती पठामि पुनः. आं भगिनि अस्तु. श्री श्री इति धातु इमौ द्वौ धातौ धातु सेतौ इति जानीमः. श्रीयोग इ तव्यत् सार्वधातुकार्धधातुकयो श्रीयोगितव्य इचो यवायाव श्रयितव्य श्रयितव्यं श्रीयोग इ तुमन् सार्वधातुकार्धधातुकयो इतुम् इच्छो यवायाव श्रयितुं श्रीयोग इ त्रिच् सार्वधातुकार्धधातुकयोः श्रीयुग इतृ एचोयवायाव श्रयितृ श्रयिता श्रयित्री श्रयितृ श्रीयुग इ तव्य सार्वधातुकार्धधातुकयो श्वे इतव्य एचो वयावायाव शवियत्तव्य शवियत्तव्यं श्रीयुग इ युगतुमन् सार्वधातुकार्धधातुकयो नेन श्वे योगयितुम् एचोयवायाव शवयितुं श्री युग इ युगतृच् सार्धधातुकार्धधातुकयोः श्वे युगयितृ एचोयवायाव शवयितृ श्रवित्रा शवित्री शवित्र इति. अग्रे अग्रे अन्य पठतु वा अन्य कः अस्ति? विमला भगिनी द्वितीयवारं पठितवती वा भगिनी? न इति मन्ये. अरुणा भगिनी पठितं किं? पुष्पा भगिनी पठितुं न इच्छति किं? न उत्तरं न दत्तवती. अस्तु अस्तु अस्तु अहं पठामि तर्हि. धुमे प्रेक्षणे मीनाति मिनोति दीनां लपि च क्रियादौ मी हिंसायां स्वादौ डुमे प्रक्षेपणे दिवादौ दीङ् क्षये इत्येतेषां धातूनाम् अन्त्यस्य अलः स्थाने आकारादेशो भवति ल्यपि विषये एच् निमित्त षित् भिन्नप्रत्ययस्य च विषये. नाम मी मे दि इत्येतेषां यदा गुणो वा वृद्धिर्वा जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः ततः पूर्वमेव तत्स्थाने आकारादेशो भवति. अलोन्त्यस्य इत्यनेन अन्त्यस्य अलस्थाने आकारादेशो भवति अलस्थाने. केषाञ्चित् मतेन अशिति इति अनुवृत्तिः न भवेत् यतोहि कोऽपि षित् प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम् अन्तिम अलः वर्णस्य स्थाने एच् आदेशः स्यात्. केषाञ्चित् मतेन उपदेश इत्यस्य अनुवृत्तिः अपि न भवेत्. मीनातिश्च मिनोतिश्च दीङ् च तेषाम् इतरेतरद्वन्द्वो मीनाति मिनोति दीङ्गः तेषां मीनाति मिनोति दीनां मीनाति मिनोति दीनां षष्ट्यन्तं ल्यपि सप्तम्यन्तं च अव्ययपदं त्रिपदमिदं सूत्रम्. आदे च उपदेशे अशीति इत्यस्य सम्पूर्णतया अनुवृत्तिः. अनुवृत्तिसहितसूत्रं मीनाति मिनोति दीनाम् आत् ल्यपि च ए च एच् निमित्ते प्रत्यये उपदेशे अशीति इति. हा दीर्घमस्य परिच्छेदः दीर्घः अस्ति. अत्र मीनाति मिनोति दीनाम् इति धातुत्रयाणां विषये दत्तमस्ति. ल्यपि प्रत्यये परे अथवा यदि कोऽपि प्रत्यये पर अस्ति येन एकारो ऐकारो वा आदेशः भवति तदा एतेषां धातूनाम् अन्ते आकारः आकारः एव भवति उपदेश अवस्थायाम्. अत्र अनुवृत्तसहितसूत्रे उपदेशे अशीति इति अस्ति, परन्तु अस्य अवश्यः नास्ति इति वदन्ति, यतोहि उपदेश अवस्थायां किमर्थमिति न जानामि. अशीति इति अनुवृत्तिः न भवेत् यतोहि शित् प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम् अन्तः अलस्थाने एचादेशः स्यात्. शित् प्रत्ययः तु अस्तु, अशीति इति तस्य अनुवृत्तिः न स्यात् इति. परन्तु किमर्थम् उपदेशावस्थायाम् एव तद्भवति. क्रियादौ हिंसायां स्वादौ डुमिङ् प्रक्षेपणे दिवादौ दीङ्क्षये इत्येतेषां धातूनाम् अन्त्यस्य अलस्थाने आकारादेशो भवति ल्यपि परे. एच् निमित्त षित् भिन्नप्रत्ययस्य च विषये, नाम मी मी धि इत्येतेषां यदा गुणो वा वृद्धिर्वा जायमानः, यस्मात् एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति. अन्य कोऽपि पठितुमिच्छति किम् अग्रे? डूमिङ्ग् प्रक्रिया भगिनि, क्रयादौ डूमिङ्ग् इति हिंसायाम् अर्थः क्रयादिगणे अस्ति. स्वादिगणे अस्ति प्रक्षेपणे स्वादेगणे प्रक्षेपणे डुमिङ्ग् विवर्तव्यत् सूत्रं मिनाति मिनोति दीङ्गं दपि च इति सूत्रेण एकारस्थाने अकार आगच्छति. तव्य मा यवतव्य मातव्य मातव्यः मातव्या मातव्य तदेव तुमुन् एकारस्थाने आकार भूत्वा मातुं भवति. तृच्पत्ति अस्ति चेत् मातृ माता मात्री मातृ तदेव. क्रयादौ मीङ् हिंसायां मीङ् युहर्तव्य मातव्य मातव्य मात मातुं मातृ अपि द्वादि दीङ् क्षये धातु अपि एकारस्थाने आकार भूत्वा दा भवति. दातव्यः दातव्यात् दातव्यं दातुं दातृ दाता दात्री दातृ दातुद्वयस्य तव्यत्वं तृच्यते. एकारान्तदातवः सामान्यतया एकारान्तदातवः अनितः, परन्तु दातुद्वयम् अस्ति डीङ् शीङ् दीर्घ इकार दे सेट् अस्तः अतः डि डयति डि योगः इ योगः तव्य दयितव्यं दयितव्यः दवितव्यं दविता दवितव्य दवितुं दवितृ दवितृ दविता दवितृ दवित्री दवित्री तदेव. नि इति अनिट् अस्ति, केवलं नियवतव्यत् सार्वधातुक आदुधातुकयोः वचनेन गुणः भूत्वा ने भवति. नेतव्यं तदेव तुमु नेतुं नेतुं तृच् नी नेतृ नेता नेति नेतृ भी धातु अपि सामान्यमेव. भी सार्वधातुक अर्धधातुकयो अनेन भूत्वा वेतव्य वेतव्यः वेतव्य वेतव्यं वेत्तुं वेतृ भेता भेत्री भेतृ क्रियपि दातव्य अत्रापि सार्वधातुक अर्धधातुकयोः सूत्रेण क्रेतव्यः क्रेतव्यः क्रेतव्यं क्रेतुं क्रेतृ क्रेता क्रेत्री केतृ वदामि भगिनि शिङ् अपि तद् अहं पठितवती डिङ् इति शिङ् इति अदपि अस्य दातस्ति इतव्य इति यदा भूत्वा इतव्य इति प्रत्ययः पदनं गुणं भूत्वा शे इतव्य यशो यावः इति शयितव्य सवितव्यः सवितव्या सवितव्यं तुमुनि अस्ति चेत् शयितुं शयितृ तृच्पत्य विषये शयिता शयित्री शयितृ इति रूपम् पठामि भगिनि अहं पठामि महोदय महोदय कियत्पर्यन्तं पठामि महोदय कियत्पर्यन्तं पाठितवान् माता तावत्पर्यन्तं अपि च पृष्टवान् माता इत्युक्ते किं माता पिता वा इति परिहासाय माता पुस्तकमे अपि पूर्णधातु अदादिगणे एव अस्ति आम् आम् अत्र विभाषवर्णोः इति प्रथमाध्यायस्य द्वितीयभागस्य तृतीयसूत्रमस्ति तत्रापि तदेव अस्ति इति वर्तते अदादिगणः इति अत्रापि विभाषागितुद्भवति आवलिं पठामः अद्यपि आवलिं पठामः इति उक्तवन्तः वेद्धातूनां किं सम्पूर्णस्य उच्चारणं करोमि